पद्मपुराणं खण्डं 5 पातालखण्डम् अध्यायं 92 सूत उवाच इति तस्य वच श्रुत्वा नारदस्य स भूपतिः प्रणम्य विस्मितप्राक् चिन्तयन्मनसा हरिम् अम्बरीष उवाच कथमेतद्विमुह्यामस्वल्पायासेन यन्मुने शूद्रः पापसमाचारो लेभे ब्राह्मण्यमुत्तमम् ब्राह्मण्यं दुर्लभं तादसुकृतैर्विविधैरपि कथं माधवमासस्य स्नानेनैवाप सोधमः न यज्ञदानैर्न तपोभिरुग्रैर्न पुण्यसंज्ञैरपरैरपीश अस्मादृशो भूपदयोर्थवन्तो न ते लभन्ते वनिदैवतत्त्वम् सगाधिसूनोर्विविधं तपोऽपि चिरं विधाय निशमेव घोरं कृच्छ्रेण लेभे शतवर्षपूर्णैरहो कथञ्चित् बहुभिः प्रयत्नैः कथं स वर्णाधम एष पापस्वधर्महीनो धनवानदादा पुण्या धनायास कृतादमुष्मादल्पादि हावापस रामतत्त्वम् नारद उवाच सत्यमुक्तं त्वया राजन् ब्राह्मण्यमतिदुर्लभं तथापि गतयत् सूक्ष्मा दुर्ज्ञेया धर्मतत्त्वतः विचित्राणि च कर्माणि विचित्रा भूतभावना विचित्राणि च भूतानि विचित्रा कर्मशक्तयः कदाचित् सुकृतं कर्म कूटस्थं यदवापितं केनचित् कर्मणा भूप शुभेन परिवर्धते बलं ददाति सुमहत्तस्मिन्नपि च जन्मनि धर्मो गहनसूक्ष्मोऽयं नीयते न यथा तथा न तस्य फलदानस्य श्रूयते कालनिश्चयः यत्किञ्चित् सुकृतं कर्मच्छन्नं पापान्तरैरपि तदागत्य कुतः क्वापि सुफलं च प्रयच्छति कुतस्य नेह नाशोऽस्ति पुण्यस्य दुरितस्य च तथापि बहुभिः पुण्यैर्दुरितं व्याधिदारुणं यदुक्तं भवदा राजन्नायासाधिक्यतो भवेद् तद्बलं तत्र तत्रापि शृणु सत्यं मयोदिदम् अनायासमहायासौ यद्यल्पत्वमहत्त्वयोः महाव्रतास्तदस्ते स्युः सततं कर्मकादयः सिंहव्याघ्रादिमूत्रादौ प्रयासा बहुलास्ततः पञ्चगव्यप्रशस्तत्वं व्रतमध्ये ततो भवेद् इति कर्तव्यबाहुल्यं महत्त्वं चेत्तदल्पता जलाग्न्यादिप्रवेशस्य प्रसज्येत व्रतान्तराद् इदमल्पं महत्त्वं तदिति नैव नियामकः फलं यथोद्धितं शास्त्रे तदेव स्यान्महोदयं यद्धाल्पनाशो महदा महन्नाशस्तथाल्पतः किन्त्वल्पविस्फुलिङ्गेन तृणनाश प्रदृश्यते अजामिलोऽपि भूपाल दास्यापदिरिति स्मृतः धर्मपत्नी परित्यागी नित्यं पापपधिस्थितः म्रियमाणसुदाह्वानं चक्रे नारायणेति च तथा यन्नामग्रहणात्पदं लेभे सुदुर्लभम् अनिच्छयापि दहति स्पृष्टो हुदवहो यथा तथा दहति गोविन्दनामव्याजादपीडितम् हत्यायुधं शपनः सहस्रमुग्रं गुर्वङ्गनाकोटिनिषेवणं च स्थेयान्यशेषाणि हरेः प्रियेण गोविन्दनाम्ना निहतानि सद्यः विष्णुभक्तिमयं वीर यत्किञ्चित् क्रियतेऽल्पकम् सुकृतं साधुविदुषा तदक्षयफलं भवेद् सन्देहो न च कर्तव्यो माधवे मासि माधवं समाराध्यजनो भक्त्या तत्तद्वाञ्छिदमाप्नुयाद अपत्यं द्रविणं दाराद्धरा हर्म्यं हया गजाः सुखानि स्वर्गमोक्षौ च न दूरे हरिभक्तितः एवं शास्त्रोक्तविधिना स्वल्पेनापि न संशयः पापस्य महतोऽपि स्यात्क्षयः सम्यग्विधानदः फलाधिक्यं भवेद्विद्वन्नाधिक्याद्भावकर्मणोः सूक्ष्माधर्मस्य गदयो दुर्ज्ञेया विबुधैरपि प्रियो माधवमासोऽयं माधवस्य महात्मनः ये कोऽपि त्रिषु लोकेषु समग्रेप्सिददायकः पुण्येन गाङ्गेन जलेन काले देशे बुधस्नानपरः कथञ्चिद् आजन्मनो भावकतोऽपि दादा न शुध्यतीत्येव मदं ममैतद् प्रज्वाल्यवह्निं घृततैलसिक्तं प्रदक्षिणावर्त शिखं स्वकाले प्रविश्य दग्ध किल भावदुष्टो न स्वर्गमाप्नोति फलं न चान्यद गङ्गादितीर्थेषु वसन्ति देवा देवालये यक्षगणाश्च नित्यं विनाशनं यान्ति कृतोपवासा भवोज्जितास्तेन फलं लभन्ते भावं तदो हृत्कमले निधाय श्रीमाधवं माधवमासि भक्त्या यचेत यस्नानपरो विशुद्धपुण्यं न शक्ता वयमस्य वक्तुम् इहार्थेऽपि पुरावृत्तमाकर्णयमहीपदे विचित्रं कथयिष्यामि फलं किमपि कर्मणां तस्य माधवमासस्य प्रसादान्माधवस्य च यथापि ब्राह्मणी काचित् स्वैरिण्याप शुभं फलं दिवो दास्येदि विख्यातपुरा कान्दीश्वरो भवद तस्यापत्यं महारत्नं नारीणामुत्तमं सदा गुणरूपसमायुक्ता सुशीला चारुमङ्गला दिव्या देवी दिविख्यादा रूपेणा प्रतिमा भुवि पित्रा त्वालोकिता साधुरूपलावण्यसंयुता सतां दृष्ट्वा दिवो दासो दिव्यां देवीं सुदां तदा कस्मै च दीयते कन्या सुवराय महात्मने इति चिन्तापरो भूत्वा समालोक्य नरोत्तमः रूपदेशस्य राजानं सम्यक् ज्ञात्वा महीपतिः चित्रसेनं महात्मानं समाहूय ततो नृपः कन्यां दिवौ दिवो दासश्चित्रसेनाय धीमते तस्या विवाहकालस्य सम्प्राप्ते समये नृप मृतोऽसौ चित्रसेनस्तु कालधर्मेण वै किल दिवो दासश्च धर्मात्मा चिन्तयामास भूपतिः ब्राह्मणाश्च समाहूय पप्रच्च नृपनन्दन अस्य विवाहकाले तु चित्रसेनो दिवं गदः अस्यास्तु कीदृश्यं कर्म भविष्यति ब्रुवन्तु ते ब्राह्मण उवाच विवाहो जायते राजन् कन्यायास्तु विधानदः पतिर्मृत्युं प्रयात्येव यो वात्यागं करिष्यति महाधिव्याधिनाभिदस्त्यागं कृत्वा प्रयाति च प्रव्राजितो भवेद्राजन्धर्मशास्त्रेषु दृश्यते तस्यां रजस्वलायां च अन्यपदिर्विधीयते विवाहं तु प्रधानेन पिता कुर्यान्न संशयः एवं राजन् समादिष्टं धर्मशास्त्रे शुभैर्जनैः विवाहक्रियतामस्या इत्युचुस्ते द्विजोत्तमाः दिवो दासश्च धर्मात्मा ब्राह्मणैस्तु प्रणोदितः विवाहार्थं महाराज मानसं कृतवान् नृप पुनर्दत्ता प्रदानेन दिव्या देवी नृपोत्तम पुष्पसेनाय पुण्याय तस्मै राज्ञे महात्मने मृत्युधर्मं गतो राजा विवाह समयेऽपि सः यदा यदा महाभागो दिव्या देव्याश्च भूपतिः करोति स पितोद्योगं विवाहस्यादिदुःखितः भर्ता विम्रियते काले प्राप्तलग्नस्तदा तदा एकविंशति भर्तारकाले काले मृतास्ततः तदो राजा महादुःखी संजातख्यातविक्रमः समालोक्य तमाहूय मन्त्रिभिः सह निश्चलः स्वयंवरे महाबुद्धिं चकार पृथिवीपतिः अध तेन समाहूता राजानो विविधा नृपाः स्वयंवरार्थं वै तस्या बहवो धर्मतत्पराः तस्यास्तु रूपसंक्षुब्धा मृत्युना प्रेषिता नृपाः सङ्ग्रामं चक्रिरे मूढा मृतास्तेऽथ परस्परम् एवं तेषां क्षयो जातः क्षत्रियाणां नरेश्वर दिव्या देवी च दुःखार्था रुरोदकरुणं ततः बालामालोक्यतां राजा रुदन्तीं चादिदुःखिताम् पुरोधस्सं च धर्मज्ञं ज्ञानवन्तं तपस्विनं जादूकर्णं प्रणम्यादौ विनयान्विदकन्धरः दिवो दास उवाच कथयस्वप्रसादेन किमेतस्या हि पादकं दिव्या देव्यास्तु मे पुत्र्या यदेतच्चेष्टितं कृतं जादूकर्ण उवाच तस्यास्तु चेष्टितं वीर दिव्या देव्या वदाम्यहं पूर्व जन्मकृतं सर्वं तन्मे निगदधशृणु आस्ते वाराणसी पुण्या नगरी पावनाशिनी तस्यामास्ते महाप्राज्ञः सुवीरो नामनामदः वैश्यजात्यां समुत्पन्नो धनधान्यसमाकुलः तस्य भार्या महाप्राज्ञ चित्रा नाम सुविस्मृता कुलाचारं परित्यज्य दुराचारेण वर्तते न मन्यते हि भर्तारं रौद्रकृत्ये च वर्तते पुण्यकार्यविहीना तु पापं चरदि दुर्मदिः भर्तारं भर्त्सदे नित्यं स्वैरिणी कलहप्रिया नित्यं परगृहे वासनिरता भ्रमतेऽधिकं परच्छिद्रं समापश्ये दुष्टा भूतेषु सर्वदा साधु निन्दारदा पापा बहु हास्यकरी सदा कुसङ्गदिरता वाचा दुराचारजनप्रिया धूर्ता धर्मजनद्वेषकरी चानृदभाषिणी विज्ञायैवं सुवीरोऽस्या उभये मे ततोपराम् तया नवीनया वीरो भार्यया सहितो निशं यथा सुखं स बुभुजे विषयान् मनःसप्रियान् धर्माचारेण पुण्यात्मा सत्यपुण्यमधिः सदा सत्ययामिदया सत्या सुमत्याराधितो बभौ निरस्तात्येन सा चित्रा विचित्रा वरवर्णिनी स्वैरिणी गुणसंसर्गधर्मविद्वेषिणी तदः भ्रमते जारसंयुक्ता मुक्ताचारागतत्रपा सा पापरथसंयुक्ता रक्ता दूती विकर्मणि कुशला कुट्टिनी कर्म कलासु त्वन्ययोषिता गृहभङ्गमसौ चक्रे वक्रेण मनसाहिता साध्वीं नारीं समाहूय पापवाक्यैश्च नोदयेद् नर्मलोभकदाकेलि प्रत्ययोत्पत्तिहेतुभिः मनांसि चालयेत् पापा पुरुषाणां च योषितां साधूनां शास्त्रियो भव्या परेभ्यः प्रतिपादयेद् कारयत्येव कपडं धर्मग्रामविवर्जनम् एवं वर्षशतं भुक्त्वा पश्चाद्वेश्या विधिस्थिता कालेन निधनं प्राप्ता सततं पापनिश्चया जाता तव गृहे पुत्री दिव्या देवीति सा सुता सुन्दरीरूपसम्पन्ना पुरा दृष्टेन नोदिता नारद उवाच इति तस्य वच श्रुत्वा दिवो दासो दिविस्मितः उवाच राजा मधुरं जादूकर्णं मुनिं वचः दिवो दास उवाच यदीदृशी सा दुरिदप्रचारा सदा दुराचाररदा प्रयादा कथं मम श्रीपदिदैव तस्य महाकुलीनस्य सुधानुरूपा सुदुर्लभं राजकुले विशाले लेभे च सा श्रीमदिजन्मधन्यं पुण्येन केनापि मुने पवित्रे चित्रा विचित्रेण च कर्मकर्त्री नारद उवाच इति तस्य वच श्रुत्वा भूमिपश्य मुनिस्ततः किञ्चिद्विहत्यदुप्राज्ञो वचः सूनृतमब्रवीद जादूकर्ण उवाच चित्राविचित्रसुरतैरथ वञ्चयन्ती प्रच्छन्नकामुकविडान्धनधीविहीनान् वेश्या बभूव विषपानमिदश्चरित्वा कालेन नागनगरे महदिप्रसिद्धे कोऽपि तत्र समायादसायं विप्रसमार्दिदः अर्धमानो विशुद्धात्मा नगरे नागसंज्ञके अपश्यन्नपरं स्थानं मूढश्चित्रागृहं ययौ तया सम्मोहितोऽर्थं वेश्यया दृष्टियो गतः पादसंवाहनस्नाद ताम्बूलासनभोजनैः विलासैस्तोषितः सोऽपि खेदहीनोऽभवत्तदा ततो विचित्रैः सुरतोपचारैरदृष्टबुद्ध्यैव तया स विप्रः संसेवितोऽयं रजनीमशेषामवाहयद्भावविशेषलुब्धः प्रातःप्रयाणाभिमुखकदंचिदुवाच चित्रामनुरक्तचित्तः सन्तोषितस्वैश्चरितैः स्वकृतैर्वचस्तया चैक धिया तदानीम् ब्राह्मण उवाच कार्यप्रत्युपकारस्ते तोषितेन मया प्रिया स्वदृढं च निजं दुःखं कथयाम्यविशेषदः पुरा कथां हि वदनां विप्राणां नर्मदातडे शुभं यत् सर्वपापघ्नं तदा कर्णयसादरम् यो दिनत्रयमपि प्रयत्नदस्नादिमेष उपयादि भास्करे भास्करेऽनुदित एव माधवे मासि शोकनिचयैर्विमुच्यते सम्पूर्णमपि वैशाखे यो बहिस्नानमाचरेद विधिना माधवं देवमार्चयेत्सोऽपि पापः पुण्यतीर्थे विशेषेण स्नानदानक्रियादिभिः महापापैर्विमुच्येद मानवो मासि माधवे तावन्महापापचयशरीरे शरीरिणस्तिष्ठति निर्विशङ्कः यावन्मुदा चोषसि मेषराशिमुपागदे मज्जति नो दिनेशे एवमाकर्णितस्तेषां विप्राणां वददां मया अनेकदुरिताम्भोधि तरणे पोद उत्तमः अदूरे शिव देहा च वर्तते सौ सरिद्वरा तत्र स्नातुं गमिष्येऽहं तदा कौख वधाय च यदि ते रोचते कान्ते विरक्तं वामनो भवेद् तन्मया त्वं समागच्छ वैशाखस्नानहेतवे अनित्यं जीवितमिदं यौवनं चादिसुन्दरं हेतुर्नरकवासस्य दुर्वारश्च सनो भवेद् आराधितस्त्वयाहं च पादितो दुरितार्णवे महतामपि यत्सत्यं दुष्टस्थितशरीरिणां किमत्र बहुनोक्तेन न विलम्बोचितः क्षणः उद्धरिष्येऽपि भवतीं विरक्तिर्यदि ते हृदि चित्रोवाच स्वामिन्न दृष्टयोगेन तव सङ्गतिधर्मतः ध्रुवं विरक्तं मच्चेदो निन्द्यमेतद्भवं प्रति नूनमेवं मया शास्त्रे श्रुतं यत्साधुसङ्गमम् अचिन्त्यायै नमस्तस्यै ततो नियतायै पुनः जादूकर्ण उवाच इति भाष्य ततस्तेन समं चित्राययौ तदा विद्यमानं धनं किञ्चिदादाय मुनिनोदिता ततः परं सोऽपि पुनर्द्विजन्मा वैशाखमासे शिवदेहदेहम् अवाप सस्नौ च दिने शमस्यै स्नानाय सद्योध दयौ दयालुः हृदयालुरयं विप्रस्नापयामासतां तदा यथोचितविधानेन चित्रामुच्चित्रभाषिणीं वैशाखस्नानमाहात्म्यं तत्र शुश्रावसामुदा पठमानेषु विप्रेषु पुराणानि पृथक् पृथक् यस्य श्रवणमात्रेण क्षीयते दुरितान्धकः यथा सूर्योदयेनैव तिमिरौकप्रणश्यति सा शिवे शिवतनूजले पुनःस्नानधोजनिकरे विधानदः स्नानदो विमलमानसोदया सूर्यकान्तिरिव निर्मला बभौ तत्र मज्जन्तिरेवायां सेवायां निरता हरेः वैशाखे विविधा लोका लोकानन्द्यमभीप्सवः ये नर्मदायामिह शर्मदायामशुद्धकायानपि शोधयन्ति विशेषदो माधवमासिमर्त्या भवन्ति मर्त्याधिप लोकलीलाः आजन्मनो कस्मरणेन येवा निहन्ति दृष्टा दशजन्मजं पुनः स्नाता कथं चिच्छतयो निजातं संसेविदा यच्छति रुद्रलोकम् सकलं माधवं मासं सा चित्रा नर्मदाचले सस्नौ किञ्चिद्दधौ दानं सक्रिया विप्रेषु नित्यशः सर्वपापहरं स्तोत्रं शृणोति श्रद्धया हरेः विप्राणां तत्र पठतां संगादस्य द्विजन्मनः निमज्य सा माधवमासि पूर्णे रेवाजले तत्र महीसुरेभ्यः अच्छिद्रमासाद्य यथाविधानं तत्रापि चित्रापि चकारमासं कुटीरकं तं तु नवं विधाय सुदेवनामापि स भूमिदेवः उवासरेवासलिले निमज्जंश्चित्रोपरोधादनिशं दयादः अथ कालेन कियता कालधर्ममुपेयिवान् विप्रस्तदनु सा चित्रा चिरेणैव मृदा नृप तेन माधवमासस्य सुकृतेन तदैव सा पुत्री तवा भवन्नूनमदृष्ट्वा यमयातनान् तस्य कर्मविपाकोऽयं यदाप्तं भूपदे कुलं वैष्णवं विशदं वीर दुष्प्राप्यं पापकर्मभिः दिव्यादेवीवरं नाम जातं चास्यां नरोत्तम यच्च दत्तवदी चान्नं भोग्य सौख्यसुखानि च ब्राह्मणाय पुरा तस्मै गणिकात्वेऽपि सङ्गदा स्नात्वा च माधवे मासि किञ्चित् तत्रापि यद्ददौ तस्य दानस्य सा भुङ्क्ते स्नानस्य च फलोदयं पिबदे शीतलं तोयं मिष्टान्नं च तथा निश्यं दिव्यान् भोगान् प्रभुं जाना वर्तते च प्रभोर्गृहे भुञ्जते विधिदत्तं च दुःखशोकादिपीडिता यत्पुरा नरनारीणां गृहभङ्गरदा भवद तस्य कर्मविपाकोऽयमस्या किञ्चिदुपस्थितः माधवस्नानमाहात्म्याद्विनैव यमयादनं महापापापि ते वीर सुन्दरी सा सुधा भवद यदत्ते सर्वमाख्यातं तव पुत्र्या विचेष्टितं सर्वजन्मभवं वीर कर्म दुष्कर्मसम्भवम् इति श्रीपद्मपुराणे पादालखण्डे वैशाखमासमाहात्म्ये चित्रोपाख्याने द्विनवतितमोऽध्यायः ॐ